गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वर गुरुसाक्षात् पर्ब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः तत्र मूलविषय अस्ति तत्र पृथक्त्वमपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा इति अतः तत्र तस्मिन् विषये तत्र चर्चा अभवत् किन्तु तत्र अवधिः इति आसीत् अवधिः इति विषये किञ्चित् चर्चा अपि जाता पुनः तस्मिन् तत्र नियत अवधिकत्वम् अपि निखिल अवधिकत्वम् इति आसीत् तत्र निखिल अवधिकत्वम् अपि नियतावधिकत्वं तयोः मध्ये कः सम्बन्धः इति इदानीं प्रवर्तमानः प्रश्नः तत्र वयं निखिलावधिकत्वं नाम किम् इति तत्र किञ्चित् तत्र चर्चा अभवत् अपि तत्र परिष्कारः परिष्कारः अभवत् नाम तत्र यः अर्थः पूर्वमासीत् तत्र निखिलावधिकत्वम् इति सः अर्थः इदानीं नास्ति तत्र निखिलावधिकत्वं नाम अवधिसमुदायः अस्ति अवधिसमुदाये स्वं विहाय सर्वे अन्ये पदार्थाः भवेयुः नाम घटे तत्र पृथक्त्वम् अस्ति इति चिन्तयामः नाम घटः पटात् पृथक् इति तत्र पृथक्त्वस्य निखिलावधिकत्वम् अस्ति न वा इति प्रश्ने सति तत्र पृथक्त्वस्य अवधिः कः भवितुमर्हति इत्युक्ते तत्र पुस्तकं भवितुमर्हति पटः भवितुमर्हति तत्र वृक्षः भवितुमर्हति अतः तत्र अनेके अवधयः सन्ति इति कृत्वा अवधिसमुदायस्य तत्र चिन्तनं भवति तत्र कल्पना अवधिसमुदायः एकः अस्ति नाम सर्वे अवधयः तस्मिन् अन्तर्भूताः भवन्ति नाम पटः घटः पटात् पृथक् इति कृत्वा तत्र पटः अवधिरूपेण स्वीकर्तुं शक्नुमः तर्हि घटपृथक्त्वस्य अवधिसमुदाये पटः अस्ति पटः अन्यतमः अस्ति समुदायस्य सदस्यः अस्ति तथैव पुस्तकमपि तत्र घटः पुस्तकात् पृथक् इति कृत्वा तर्हि पुस्तकमपि अवधिरूपेण स्वीकर्तुं शक्नुमः इति कृत्वा पुस्तकमपि अवधिसमुदाये अस्ति तत्र निखिलावधिकत्वं नाम किम् इत्युक्ते अवधिसमुदाये तत्र घटः अत्र घटः इति स्वं विहाय नाम तत्र पृथक्त्वस्य आश्रयः एषः घटः यः अस्ति तं घटं विहाय यदि सर्वे अन्ये पदार्थाः अवधिसमुदाये सन्ति तदा तर्हि तत्र निखिलावधिकत्वं भवति पृथक्त्वस्य इति भवति किन्तु वयं जानीमः तत्र पृथक्त्वस्य अवधिसमुदाये घटः इति अवधिः न भवति घटस्य अवयवः कपालः अपि तत्र अवधिरूपेण न स्वीकर्तुं शक्नुमः यतोहि घटः कपालात् पृथक् इति न वक्तुं शक्नुमः तर्हि तत्र अवधिसमुदाये घटः अपि नास्ति कपालः अपि नास्ति कपालिका नास्ति इति कृत्वा अवधिसमुदाये सर्वे पदार्थाः न सन्ति घटः नास्ति अपि अन्ये पदार्थाः अपि न सन्ति इति कृत्वा तत्र निखिलावधिकत्वं नास्ति पृथक्त्वस्य इति भवति इदानीं तत्र अग्रे तत्र भेदस्य का स्थितिः इति भवति तत्र भेदस्य निखिल अवधिकत्वम् अस्ति न वा इति अतः तत्र एतस्मिन् विषये वयं गतवर्गे पठितवन्तः किन्तु तथैव आरभ्य तत्र भेदः नाम किम् इति एकवारं तस्य पुनस्मरणं कृत्वा अग्रे सरामः अस्तु तर्हि तत्र नीता भगिनी नमस्कारः नमस्कारः नमस्कारः भगिनि अस्तु तर्हि तत्र नरसिंहगिरि महोदय तत्र आरम्भं करोति वा अद्य तत्र विद्याधर्यां दत्तम् इति अतः विद्याधर्यां दत्तम् अस्ति यत् सर्वोऽपि पदार्थः तदर्थसम्बन्धेन स्वस्मिन् भवति तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति अयमेव च भेदः प्रतियोगिनं विवाहः सः सर्वत्र भवति एवं पटो न इति भेदः पटं प्रतियोगिनं विवाहः सर्वत्र भवति तर्हि प्रतियोगितरं विहाय भेदः सर्वत्र भवति इत्यस्य को अर्थः तत्र विद्याधरम् एकं वाक्यमस्ति सर्वोपि पदार्थः तादात्मसम्बन्धेन स्वस्मिन् भवति एतत् पूर्वमपि वयं दृष्टवन्तः तेन सम्बन्धेन घटो नास्ति इति अभावः घट न इति यदि कोऽपि वदति चेत् तत्र घटाभावः भवति तादृश अभावः घटं विहाय जगति सर्वत्र भवति केवलं घटेन न भवति किमर्थमित्युक्ते तत्र अभावस्य प्रतियोगी अस्ति अतः तत्र अभावः न भवति तत् घटं विहाय तत् जगति यावन्तः वस्तूनि सन्ति तत्र सर्वत्र घटाभावः भवति अयमेव च भेदः घटभेदः इत्युक्ते तदेव अस्ति प्रतियोगिनिविवाहः सः सर्वत्र भवति एवं पटो न इति भेदः यदि पटभेदः वदामः पटो न इति वाक्यं वदामः चेत् तत्र किम् अर्थः इत्युक्ते तत्र पटं विहाय तत् सर्वत्र भवति पटभेदः तर्हि प्रतियोगिनिविवाहः भेदः सर्वत्र भवति इत्यस्य अर्थः कः इति अग्रे दत्तमस्ति वा समीचीनं महोदय अतः तत्र भेदः नाम तत्र अन्योन्याभावः तत्र अन्योन्याभावस्य तत्र सम्बन्धः तत्र अवच्छेदकः भवति तादात्म्यसम्बन्धः यतोहि तत्र घटः केन सम्बन्धेन नास्ति इत्युक्ते तत्र घटः तादात्म्यसम्बन्धेन अत्र नास्ति तादात्म्यसम्बन्धेन घटः पटे नास्ति इत्युक्ते घटः पटः न यतोहि घटः केवलं स्वस्मिन् एव तादात्म्यसम्बन्धेन भवति अतः तत्र सम्बन्धः तादात्म्यसम्बन्धः नास्ति चेत् तत्र घटस्य अन्योन्य अभावः वर्तते इति आगच्छति समीचीनं महोदय धन्यवादः अतः तत्र धन्यवादः महोदय हा अतः तत्र प्रतियोगिनं विहाय भेदः नाम अन्योन्याभावः सर्वत्र भवति इति तत्र सर्वत्र इति उक्तं पूर्वमपि वयं दृष्टवन्तः नाम निखिलम् इत्युक्ते सर्ववत् तत्र सर्वम् इति पदस्य केवलम् एकः अर्थः नास्ति तत्र सर्वे छात्राः सर्वाणि पुस्तकानि अथवा सर्वे जनाः ये अस्मिन् प्रकोष्ठे सन्ति इति कृत्वा सन्दर्भानुसारं तस्य अर्थः भवति इति कृत्वा अत्र कः अर्थः इति प्रश्नः अस्तु अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन इति कारणेन घटः स्वस्मात् भिन्नः घटभेदः घटे इति न भवति घटभेदस्य प्रतियोगी कः प्रतियोगी नाम कः अभावस्य विरोधी यस्य आनयनेन घटभेदः घटस्य अन्योन्य अभावः न भवितुम् अर्हति घटः अस्ति चेत् तस्मिन् घटस्य अन्योन्य अभावः नास्ति अतः घटभेदस्य प्रतियोगी घटः एव घटरूपप्रतियोगिनी घटभेदः नास्ति घटं विहाय सर्वत्र घटभेदः अस्ति पटः घटात् भिन्नः इत्यनेन घटभेदः पटे मठः घटात् भिन्नः इत्यनेन घटभेदः मठे वृक्षः घटात् भिन्नः इत्यनेन घटभेदः वृक्षे प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति अत्र घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन इति कारणेन घटः स्वस्मात् भिन्नः घटभेदः घटे इति न भवति घटभेदः नाम तत्र घटः पठात् भिन्नः खलु तर्हि घटः पठात् भिन्नः इत्युक्ते तत्र अभावः खलु घटस्य अभावः तर्हि तत्र घटः तत्र नास्ति खलु घटः नाम अभावः पटे अस्ति अतः घटः तत्र नास्ति किन्तु कीदृशः अभावः इत्युक्ते तत्र घटः तादात्म्यसम्बन्धेन पटे नास्ति इति एव खलु तत्र भेदः. अतः तत्र भेदः भिन्नः नाम घटः तत्र तादात्म्यसम्बन्धेन नास्ति. किन्तु घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति वा? घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति. हा, अतः घटः स्वस्मात् भिन्नः नास्ति खलु? खलु नास्ति, नास्ति. घटः पठात् भिन्नः इत्युक्ते, हा, घटः पठात् भिन्नः इत्युक्ते घटः पठे इत्युक्ते पटे घटः तादात्म्यसम्बन्धेन नास्ति इति भवति. पटे घटस्य अभावः अस्ति, पटे घट तादात्म्यसम्बन्धेन नास्ति. अनन्तरं घटः स्वस्मात् भिन्नः, घटभेदः घटे इति न भवति. घटभेदः घटे इति न भवति. खलु घटभेदः घटे वर्तते वा? घटभेदः घटे, तत्र घटभेदः घटे इत्युक्ते घटभेदः घटे अस्ति इति वाक्यम् अस्ति इति वाक्यं सत्यं वा? घटभेदः घटे नास्ति, घटे तु घटः तादात्म्यसम्बन्धेन अस्ति. अतः नास्ति, अतः घटभेदः घटे इति न भवति, न भवति. अस्तु, घटभेदः घटे इति न भवति. घटभेदस्य प्रतियोगी कः? प्रतियोगी इत्युक्ते तस्य आनयनेन तत्र अनोन्य अभावः नश्यति इति. अत्र अत्र तादृशं चिन्तनमेव करणीयं. किन्तु तत्र अत्यन्तः अभावस्थले तत्र अभावः नश्यति, किन्तु तत्र अन्योन्यभावः नित्यः. अतः तत्र अतः एव अत्र किञ्चित् अन्यारीत्या दत्तम्. अत्र न नश्यति इति स्थाने न भवितुम् अर्हति इति उक्तं, तावदेव. घटभेदस्य प्रतियोगी कः? प्रतियोगी नाम कः? अभावस्य विरोधी. इत्युक्ते यस्य आनयनेन तत् घटभेदः अभावः, घटस्य घटभेदः इत्युक्ते घटस्य अन्योन्य अभावः न भवितुम् अर्हति. इत्युक्ते तत्र यथा भवान् उक्तवान् तत्र नश्यति इति न भवितुम् अर्हति. न भवति नाम विरोधी इत्युक्ते, विरोधी इत्युक्ते कः? तत्र तत्र रामः श्यामः विरोधिनौ इति वदामश्चेत् तत्र अर्थः कः? एकः अस्ति चेत् अन्यः भवितुं न अर्हति इति. न भवितुम् अर्हति. अतः तत्र रामः अस्ति चेत् श्यामः तत्र नास्ति, तत्र नास्ति. अतः तत्र घटभेदः तत्र अस्ति चेत् घटः तत्र नास्ति, घटः तत्र नास्ति चेत् घटभेदः अस्ति इति. नाम एकः अस्ति चेत् अन्यः नास्ति इति. नास्ति, घटः अस्ति चेत् तस्मिन् घटस्य अन्योन्य अभावः नास्ति इति. अतः घटभेदस्य प्रतियोगी घटः एव, घटभेदस्य प्रतियोगी घटः एव. घटः अस्ति चेत् तत्र तस्य, एकः अस्ति चेत् तस्य अन्योन्य अभावः तत्र नास्ति इति. घटभेदस्य विरोधः अन्योन्यभावस्य, अन्योन्यभावस्य नाम भेदस्य विरोधी कः इत्युक्ते घटः एव. घटः एव, घटः एव. घटरूपप्रतियोगिनी घटभेदः नास्ति. न न, घट घटरूपप्रतियोगिनी इति तत्र, हा, घटभेदः नास्ति तत्र. घटरूपप्रतियोगिनी इति तत्र विभक्ति का तत्र? सप्तमी. हा, सप्तमी नाम घटे, घटे नाम घटः एव प्रतियोगी खलु? घटे घटभेदः नास्ति एवं. हा, प्रतियोगी इति तत्र नकारान्तपदं प्रातिपदिकं प्रतियोगिन् खलु? तर्हि प्रतियोगिन् इति प्रातिपदिकम्. अतः प्रतियोगिनी सप्तमी. घटरूपप्रतियोगिनी नाम घटः यः प्रतियोगी अस्ति तस्मिन् घटे प्रतियोगिनी इति. इत्युक्ते घटे घटभेदः नास्ति, नास्ति घटरूपे घटभेदः नास्ति इति. घटं विहाय सर्वत्र घटभेदः अस्ति. घटं विहाय अन्येषु स्थलेषु वा अन्यत्र अन्ये अन्ये अन्येषु पदार्थेषु घटभेदः अस्ति इति, घटं विहाय सर्वत्र घटभेदः अस्ति। पटः घटात् भिन्नः इत्यनेन घटभेदः पटे, यदा वयं वदामः पटः घटात् भिन्नः तदा घटभेदः कुत्र वर्तते, घटभेदः पटे वर्तते। यदा वयं वदामः मठः घटात् भिन्नः तत्र घटभेदः इदानीं मठे, मठे घटभेदः वर्तते। वृक्षः घटात् भिन्नः इति वदामः चेत् तत्र वृक्षे घटभेदः वर्तते। इत्युक्ते घटभेदः कुत्र कुत्र वर्तते, प्रतियोगिनं घटं, घटस्य प्रतियोगिन प्रतियोगिनः घटः, घटस्य घटाभावस्य प्रतियोगिनः, घटाभावस्य प्रतियोगी घटः, घटाभावस्य प्रतियोगी घटः तं विहाय, इत्युक्ते अत्र घट प्रतियोगिनं घटं तं विहाय घटभेदः सर्वत्र अस्ति। तत्र घटभेदः वृक्षे अस्ति, घटभेदः पुस्तके अस्ति, घटभेदः पटे अस्ति, सर्वत्र अस्ति। घटं घटम् इति घटस्य अभावस्य प्रतियोगिनं यद्घटं तं विहाय घटभेदः सर्वत्र अस्ति इति दत्तमस्ति। समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे, धन्यवादः। अस्तु अग्रे तर्हि तत्र शोभा भगिनी अग्रे। आं महोदय, अधुना भेदः प्रतियोगिनं विहाय सर्वत्र भवति इत्यस्य अर्थः एवं यत् भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्। निखिलावधिकत्वं नाम किम्? प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् इदं निखिलावधिकत्वम् इति चेत् भेदस्य निखिलावधिकत्वं भवेत्, यतोहि प्रतियोगिनं विहाय भेदः सर्वत्र तु अस्ति। तावत् वा महोदय, अग्रे पठनीयम्? तावदेव भगिनि। अस्तु, अधुना भेदः प्रतियोगिनं विहाय सर्वत्र भवति इत्युक्ते तत्र भेदः इत्युक्ते घटभेदः इत्युक्ते तत्र घटः स्वस्मि तादात्म्यसम्बन्धेन तत्र नास्ति इति, तस्मिन् नास्ति इति घटभेदः, तादृशः घट महोदय सत्यं सत्यं भगिनि, हा तादृशः घटभेद तत्र भेदः प्रतियोगिनं विहाय इत्युक्ते प्रतियोगिनः आनयनेन भेदः नास्ति, न भवति इति, हा भेदः प्रतियोगिनं विहाय सर्वत्र भवति इत्यस्य अर्थः एवं यत् भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्। अस्तु, तत्र पुनः निखिलावधिकत्वम् इति आगतं, तत्र इदानीं तादृशं चिन्तनीयम् इति दत्तं तत्र, भेदः प्रतियोगिनं विहाय सर्वत्र भवति इत्यस्य अर्थः एवं चिन्तनीयं, भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्। इत्युक्ते इदानीं भेदस्य निखिलावधिकत्वम् इत्युक्ते तत्र पटः इति स्वीकुर्मः चेत् घटः तादात्म्यसम्बन्धेन पटे न वर्तते, तर्हि तत्र तत्र घटभेदः तस्य भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्। इत्युक्ते तत्र निखिलावधिकत्वं नाम किम्? प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् तत्तु भवति एव, प्रतियोगिनं विहाय सर्वत्र भेदः भवति। प्रतियोगी इत्युक्ते तत्र घटस्य प्रतियोगी, घटाभावस्य प्रतियोगी घटः, अतः तं घटप्रतियोगिनं विहाय सर्वत्र घटभेदः भवति चेत् इदं निखिलावधिकत्वम् इति चेत् भेदस्य निखिलावधिकत्वं भवेत्, यतोहि प्रतियोगिनं विहाय भेदः सर्वत्र तु अस्ति। भेदः इति निखिलावधिकत्वेन भवेत् इति अर्थः तत्र। तदेव पूर्वं यत् दृष्टवन्तः, इदानीम् अग्रे तस्य समाधानं प्रायशः भवति इति मन्ये। प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते नाम प्रतियोगी भेदेन भेदः भिद्यते भेदस्य स्वरूपं स्मर्यतां आम् केवलं तत्र दृष्टवती महोदय इत्युक्ते तत्र हा निखिलावधिकत्वं नाम किम् इति इत्यस्य उत्तरं तत्र प्रतियोगिनं विहाय सर्वत्र भेदः भवति इति जानीमः चेत् तथा भवति चेत् इदम् इत्युक्ते इदं निखिलावधिकत्वम् इति चेत् भेदस्य निखिलावधिकत्वं भवेत् सम्यक्तया न अवगतं महोदय इदानीं भेदस्य निखिलावधिकत्वम् इत्युक्ते किम् इति यत् इदानीम् अस्तु तत्र किञ्चित् पूर्वं गच्छामः नाम तत्र वयं जानीमः तत्र पृथक्त्वस्य स्थले तत्र निखिलावधिकत्वं नास्ति खलु आम् नास्ति नास्ति तत्र घटस्य घटे विद्यमानं पृथक्त्वम् इति चिन्तयामः तत्र अवधिसमुदायः कः इत्युक्ते अवधिसमुदाये घटः नास्ति खलु नास्ति अपि कपालः अपि तत्र नास्ति नास्ति अतः तत्र कपालः नास्ति इति कृत्वा प्रतियोगिनं विहाय तत्र तत्र अनेके पदार्थाः न सन्ति केवलम् एकः पदार्थः नास्ति चेत् तत्र निखिलावधिकत्वम् इति भवितुम् अर्हति खलु किन्तु अत्र अनेके पदार्थाः अवधिसमुदाये न सन्ति इति कृत्वा तत्र निखिलावधिकत्वं नास्ति घटपृथक्त्वस्य अतैव पटपृथक्त्वस्य वा अन्यत् किमपि स्वीकुर्मः तत्र निखिलावधिकत्वं तत्र न भवति एव इति प्रायशः केवलं तत्र किं परमाणौ अस्ति चेत् तत्र परमाणौ पृथक्त्वम् अस्ति चेत् प्रायशः तस्य पृथक्त्वस्य निखिलावधिकत्वं भवेत् इति खलु यतोहि तत्र अवयवः नास्ति इति अवयवः नास्ति इति कृत्वा किन्तु घटः पटः इति स्वीकुर्मश्चेत् तत्र अवधिपरम्परा अस्ति तत्र अवयवपरम्परा अस्ति खलु अवयवपरम्परा अस्ति इति कृत्वा अन्यः पदार्थः अपि तत्र अवधिसमुदाये नास्ति तत्र कपालः कपालिका इत्यादयः किन्तु घटः इति एव स्वीकुर्मः तत्र पृथक्त्वस्य निखिलावधिकत्वं नास्ति इदानीं तत्र अस्माकं प्रश्नः अस्ति अस्तु तत्र पृथक्त्वस्य निखिलावधिकत्वं नास्ति भेदस्य निखिलावधिकत्वम् अस्ति वा इति प्रश्नः तत्र भेदः सर्वत्र भवति नाम घटः पटः न घटः तत्र पुस्तकं न घटः कपालः न इति इत्यादयः भवन्ति खलु तर्हि तत्र घटभेदः तत्र हा तत्र घटभेदः तत्र सर्वत्र भवति इति आगतं खलु आम् घटं विहाय सर्वत्र भवति इति हा घटः पटात् भिन्नः इति कृत्वा तत्र पटः अपि अवधिरूपेण भवति खलु घटः पटात् भिन्नः अवधिरूपेण अवधिः पटः भवति खलु पञ्चमी पटात् इत्युक्ते घटपृथक्त्वे अवधिः भवति पटावधिः इदानीं पृथक्त्वम् इति नास्ति इदानीं भिन्नः भेदः इदानीं तत्र घटः पटात् भिन्नः इत्युक्ते तत्र पटभेदः घटे वर्तते तत्र घटः स्वस्मात् भिन्नः अतः तत्र अवधिः पटः भवति खलु तत्र घटः पटात् भिन्नः इत्युक्ते अवधिः पटः भवति खलु आम् आम् हा इति अस्ति अतः तत्र इदानीं भेदः इति चिन्तयामः तत्र वयम् अस्माकं तत्र प्रश्नः तत्र भेदस्य निखिलावधिकत्वं भवति वा इति नाम तत्र अवधिसमुदाये तत्र केवलं घटः नास्ति वा अथवा अन्यपदार्थाः अपि न सन्ति वा इति प्रश्नः नाम निखिलावधिकत्वं घटभेदस्य वर्तते न वा इति प्रश्नः तत्र पुनः एकस्मिन् स्थले वर्तते इति वदामः घटं विहाय अन्यपदार्थानां भेदः वर्तते इति, किन्तु प्रायशः तत्रापि घटकपालः कपालिका तत्सर्वं स्वीकर्तव्यम् इति अस्ति वा न वा? नास्ति, यतोहि तत्र नाम घटः कपालात् पृथक् इति न वक्तुं शक्नुमः खलु. न तत् तथा एव तत्र घटः कपालात् भिन्नः इति अपि न वक्तुं शक्नुमः. न वक्तुं शक्नुमः, तत्र घटः कपालात् भिन्नः, कपालः अवयवः भवति. अस्तु अस्तु, क्षम्यतां, सत्यं, पृथक्त्वम् इति भिन्नः एव. घटः कपालात् भिन्नः, कपालः पुनः कपालिकात् भिन्नः इति सर्वं भवितुम् अर्हति तत्र भवति खलु. अतः तत्र परम्परायां अनेके सदस्याः सन्ति, किन्तु एकमेकं तत्र भिन्नः भिन्नम् एव, नाम तत्र कपालः भिन्नः, कपालिका भिन्ना, घटः भिन्नः, अतः तत्र अत्र स्थितिः अन्या अस्ति. अत्र पृथक्त्वस्थले या स्थितिः अस्ति सा स्थितिः अत्र नास्ति. अतः तत्र प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्यस्य तत्र निखिलावधिकत्वं भवति इति अस्तु अस्ति खलु. आम्, प्रतियोगिनं विहाय भेदः सर्वत्र तु अस्ति, तर्हि तत्र भेदस्य निखिलावधिक किन्तु तत्र भवेत् इति उक्तं, न तु भवति इति. अतः तत्र अग्रे अस्ति किमपि, अतः तत्र सन्देहः वर्तते इति उक्तं खलु. नाम सम्भावना अस्ति किन्तु सत्य निश्चयेन न जानीमः इति आगतं खलु. नाम तत्र शैली तादृशी अस्ति, तत्र भवेत् इति विधिलिङ्गः अस्ति, अतः तत्र ओ तत् नास्ति वा, किमर्थं तादृशम् उक्तं, सत्यमेव भगिनि. हा किन्तु तत्र महोदय प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् इदानीं घटभेदस्य प्रतियोगी कपालः तु न भवति, कपालिका अपि न भवति, घटस्य प्रतियोगी घटः एव भवति. घटाभावस्य प्रति घटभेदस्य प्रतियोगी घटः एव, घटः एव अतः तत्र घटभेदः प्रतियोगिनं विहाय सर्वत्र भेदः भवति. अतः एव कपाले भवति, कपाले कपालिकायां सर्वत्र भवति इति अस्ति. अतः अतः इदानीं वयं चिन्तयामः, अस्तु तर्हि प्रतियोगिनं विहाय सर्वत्र भेदः भवति इति एतद् वाक्यं पश्यामः. तत्र प्रतियोगिनं विहाय तत्र एषः तत्र भवति इति अस्ति, अपि तत्र पूर्वं पश्यामः तत्र किम् आसीत्, तत्र निखिलपदेन किं विवक्षितं, तत्र निखिलपदेन किं विवक्षितम् इत्युक्तौ घट अतिरिक्तं यावत् जगति विद्यमानं सर्वं विवक्षितं खलु. घट अतिरिक्तं यत् तत् तत् अवधिकत्वं विवक्षितम् अस्मिन् सन्दर्भे इति अस्ति खलु. अतः तत्र समानम् इति भासते खलु, यतोहि प्रतियोगिनं विहाय सर्वत्र अस्ति भेदः. सत्यम्. अतः प्रश्नः अत्र उक्तं, नाम तत्र एतत् सत्यमस्ति चेत्, निखिलावधिकत्वम् इति एतदस्ति चेत्, तर्हि भेदस्य निखिलावधिकत्वं भवति. यतोहि प्रतियोगिनं विहाय प्रतियोगिनं विहाय भेदः सर्वत्र तु अस्ति. किन्तु किं चिन्तनं तत्र, सत्यं वा, किमर्थं तत्र विधिलिङ्ग् नाम सम्भावनार्थे अत्र उक्तम् इति किं चिन्तनम्? निखिलावधिकत्वं वस्तुतः तत्र निखिलावधिकत्वं कुत्रापि न भवेत् खलु महोदय. इदानीं नाम तत्र अवधिसमुदाये सर्वे पदार्थाः इति नास्ति, निखिलम् इति स्वं विहाय इति उक्तं, नाम घटः घटात् पृथक् नास्ति इति जानीमः, घटः घटात् भिन्नः इति नास्ति. अतः तत्र निखिलम् इत्युक्ते सर्वे पदार्थाः जगति ये सन्ति इति नास्ति, स्वं विहाय इति भवति खलु. अतः स्वं विहाय, अतः पदार्थाः स्वं विहाय, तत्र स्वं विहाय नास्ति चेत् निखिलाविधिकत्वं कदापि न भवति, न भवति. किन्तु स्वं विहाय इति अस्ति, अतः तत्र घटः नास्ति चेदपि सम्यक् एव. अतः तत्र स्वं त्यजामः, स्वं मास्तु, यतोहि स्वम् अस्ति चेत् न कुत्रापि भवति इति कृत्वा तत्र स्वम् इति त्यक्तम्. इदानीं तत्र किम् अस्ति इति तत्र किञ्चित् चिन्तनम् आवश्यकं, सत्यमेव. नाम तत्र अग्रेपि प्रायशः दत्तमस्ति, नाम तत्र तत्रैव पश्यामः तत्र किं किं किं भवति इति. नाम तत्र घटभेदस्यापि तत्र घटभेदः सर्वत्र वर्तते इति अस्ति, किन्तु तत्र तस्य भेदस्य निखिलावधिकत्वं भवति वा इति प्रश्नः. प्रतियोगिनं विहाय भेदः तु वर्तते, किन्तु भेदे भेदे निखिलावधिकत्वम् अस्ति न वा इति प्रश्नः सत्यं भगिनि. नाम भेदः सर्वत्र वर्तते, किन्तु नाम तत्र भेदः सर्वत्र वर्तते इति कृत्वा स्वं विहाय घटं विहाय तस्य अर्थः कः, नाम निखिलावधिकत्वम् अस्ति इति वा इति. तर्हि तत्र अग्रे पश्यामः, किन्तु किञ्चित् एकम् उदाहरणं पश्यामः, तदा प्रायशः तत्र अवगच्छामः तत्र किमर्थम् एतादृशम् अत्र उक्तम् इति. तर्हि तत्र एतदेव स्वीकुर्मः, नाम घटः तत्र पटात् भिन्नः अपि तत्र घटः पुस्तकात् भिन्नः अपि तत्र अन्यत् अपि स्वीकुर्मः, पटः घटात् भिन्नः पुस्तकं घटात् भिन्नः. अस्तु, तर्हि तत्र एतद् एतद् अस्ति आ इति. अस्तु, तत्र स्तम्भद्वयम् अस्तम्भः आस्तम्भः इति अस्ति. अस्तु, तत्र इदानीं केवलं तत्र किं एक्स्पेरिमेण्ट् इति तत्र चिन्तनं सर्वे तत्र वदन्तु. तर्हि तत्र इदानीम् अत्र घटः पठात् भिन्नः इत्यत्र तत्र विषयः भेदः खलु. तत्र कस्य भेदः अत्र अस्ति? पटभेदः. पटभेदः अत्र अस्ति खलु. अत्र तत्र पुस्तकभेदः अस्ति. पुस्तकभेदः अस्ति. अस्तु, तर्हि अत्र अन्य अन्यपि सर्वे अपि वक्तुं शक्नुवन्ति. तर्हि अत्र भेदः पटभेदः कुत्र अस्ति अस्मिन् वाक्यस्य अर्थः? पटभेदः अस्ति, पटभेदः कुत्र अस्ति? पटभेदः घटे अस्ति इति वा? पटभेदः घटे अस्ति. अत्र पुस्तकभेदः? पुस्तकभेदः अपि घटे अस्ति. घटे अस्ति. तर्हि अत्र आश्रयः, भेदस्य आश्रयः अत्र अस्थले भेदस्य आश्रयः कः? घटः. घटः. भेदस्य आश्रयः घटः. अवधिः कः? पटः पुस्तकम्. पटः अपि पुस्तकं खलु. तर्हि अस्थले किं भवति, तत्र आश्रयः, उप्स् क्षम्यताम्, तत्र घटः, तर्हि तत्र आश्रयः घटः अपि अवधिः पटः वा पुस्तकं. तर्हि तत्र एतत् अस्ति अवधिः, अवधिः अपि एतदस्ति आश्रयः. इदानीम् आ इति अन्यः स्तम्भः पश्यामः, तत्र पटः घटात् भिन्नः, तर्हि तत्र किं भवति, तस्य भेदः घटभेदः, घटभेदः कुत्र अस्ति, घटभेदः तत्र पटे अस्ति, पटे अस्ति, अपि अत्र घटभेदः पुस्तके अस्ति, पुस्तके अस्ति. हा, तर्हि अत्र आश्रयः कः, अत्र आश्रयः अत्र भेदस्य आश्रयः अपि च पुस्तकं, पुस्तकं, तर्हि अत्र आश्रयः पटः अथवा पुस्तकम्. अपि तत्र अवधिः कः, अत्र घटः अवधिः भवति, अत्र घटः एव अवधिः भवति. तर्हि घटभेदः सर्वत्र वर्तते इत्युक्ते तत्र घटभेदः पटे अस्ति खलु, घटभेदः पटे अस्ति, घटभेदः पुस्तके अपि अस्ति, घटभेदः घटं विहाय सर्वत्र अस्ति खलु. तर्हि किन्तु यदि एतत् वदामः नाम घटभेदः प्रतियोगिनं विहाय सर्वत्र भेदः भवति, घटभेदः घटं विहाय सर्वत्र भवति इत्युक्ते तत्र पुट्पटः पुस्तकम् इत्युक्ते तत्र आशयः किमपि भवितुम् अर्हति खलु, कोऽपि भवितुम् अर्हति, कोऽपि पदार्थः घटं विहाय अन्य कोऽपि पदार्थः आश्रयः भवितुम् अर्हति खलु, सत्यं, घटभेदस्य आश्रयः पटः पुस्तकं वा, किन्तु घटं विहाय प्रतियोगिनं विहाय अन्य यः कोऽपि पदार्थः आश्रयः भवितुम् अर्हति, नाम तत्र भेदः घटभेदः वर्तते इति खलु. अत्र अवधिसमुदायस्य विषयः अत्र अस्ति वा, यदि घटभेदस्य विषये चर्चा भवति तत्र अवधिसमुदायः कः, अत्र अवधिः घटः एव, न पटः अवधिः न भवति, पटे एव अवधिः, क्षम्यतां, घटः एव अवधिः, घटभेदः इति यदि चर्चा भवति तत्र घटः एव अवधिः, सत्यं, तर्हि घटभेदः इति स्वीकुर्मश्चेत् तत्र अवधिः केवलं तत्र किं भवति, घटः एव एकः एव अस्ति, किन्तु यदि घटे भेदः नाम पटभेदः घटे पुस्तकभेदः इत्यादि स्वीकुर्मश्चेत् तत्र अवधिः इति पटः भवति पुस्तकम् इति भवति, किन्तु समुदायः भवति न, तत्र अपि समुदायः न भवति, यतोहि एषः अभावः नाम घटस्य नाम पटनिरूपितभेदः घटे घटे अस्ति, अपि पुस्तकनिरूपितभेदः घटे अस्ति, एषः नाम तत्र नाम घटे तत्र पटाभावः अपि अस्ति पुस्तकाभावः अपि अस्ति खलु. अपि च तौ अवधौ अवधि किम् अवधिः तत्र अवधि समीचीनम् अवधि अवधि तत्र पटः पुस्तकम् इति अस्ति इत इदानीं तत्र प्रथमस्य पट अवधिः पटः द्वितीयस्य पुस्तकं किन्तु घटभेद नाम पटभेदः नाम पटस्य अन्योन्यभावः घटे अस्ति, पुस्तकस्य अन्योन्यभावः अपि घटे अस्ति, एषः अभावः नाम तत्र अभावद्वयमस्ति वा अथवा एकः एव अभावः, नाम पटाभावः अपि पुस्तकाभावः एकः एव वा? न खलु, पटस्य अभावस्य प्रतियोगी भवेत्, हा नाम पटभेदस्य प्रतियोगी पटः, पुस्तकाभावस्य प्रतियोगी पुस्तकं, तर्हि समानौ न खलु? तर्हि घटे भेदः पटभेदः अपि अस्ति पुस्तकभेदः अपि अस्ति, पटभेदस्य अवधिः पटः, पुस्तकभेदस्य अवधिः पुस्तकम्, तर्हि तत्रापि एकस्य नाम पृथक्त्वे नाम घटपृथक्त्वं घटे विद्यमानपृथक्त्वम् एकम् एव अस्ति, किन्तु तस्य अनेके अवधयः सन्ति, किन्तु घटे एषः अभावः अपि अस्ति, पुस्तकनिरूपित अभावः अपि अस्ति, किन्तु अभावौ भिन्नौ इति कृत्वा प्रत्येकस्य एकः एव अवधिः अस्ति, अत्रापि अवधिसमुदायः नास्ति. नाम अन्तिमम् अवधिसमुदायः नास्ति तत् न अवगतम्. नाम अत्र यथा अत्र आसीत् भगिनि, नाम घटभेदम् इति स्वीकुर्मः, घटभेदः इति स्वीकुर्मः, पटः घटात् भिन्नः, पुस्तकं घटात् भिन्नः, घटभेदः पटे अस्ति, घटभेदः पुस्तके अस्ति खलु, तर्हि तत्र घटभेदः सर्वत्र वर्तते घटं विहाय, तर्हि घटभेदस्य आश्रयः पटः भवितुमर्हति, पुस्तकं भवितुमर्हति, सर्वं भवितुमर्हति, केवलं घटः आश्रयः न भवितुमर्हति घटभेदस्य. तर्हि इदानीं तत्र पटः घटात् भिन्नः इत्युक्तौ तत्र अवधिः कः? घटः खलु, घटः एव अवधिः. पुस्तकं घटात् भिन्नः तत्र अवधिः कः? घटः. तर्हि घटभेदस्य अवधिः कः भवितुम् अर्हति? घटभेदस्य एकः एव अवधिः, तत्र एकः एव अवधिः, तत्र अवधिसमुदायः इति भवति वा? न न, तत्र एकः एव सदस्यः अस्ति अत्र समुदाये खलु. तथैव अत्र घटः पटात् भिन्नः इत्युक्तौ पटभेदः घटे वर्तते, पटभेदस्य अवधिः कः? पटः एव. पुस्तकभेदः घटे वर्तते, पुस्तकभेदस्य पुस्तकनिरूपित तथा अन्योन्यभावस्य अवधिः केवलं पुस्तकम्, पुस्तकमेव. तर्हि समुदायः इत्युक्ते अस्तु, किन्तु एकः एव सदस्यः तत्र अस्ति, पुस्तकभेदस्य अवधिः कः अस्ति अथवा किम् अस्ति? पुस्तकभेदस्य अवधिः पुस्तकमेव एव. तर्हि अवधिसमुदाये तत्र निखिलावधिकत्वम् इति भवितुम् अर्हति वा? न, भेदस्य अवधिसमुदाये निखिलावधिकत्वं नास्ति, एकमेव. अतः तत्र अतः एव तत्र सदृशम् इति भवति, नाम तत्र निखिलपदेन किं विवक्षितम् इत्युक्ते घट अतिरिक्तं यावत् जगति विद्यमानं सर्वं विवक्षितम्, तर्हि प्रतियोगिनं विहाय सर्वम् इति चिन्तयामः, किन्तु अग्रिमवाक्यं घट अतिरिक्तं यत् तत्तद् अवधिकत्वं विवक्षितं, नाम केवलम् आश्रय सर्वत्र अस्ति इति न, किन्तु सर्वे पदार्थाः स्वं विहाय सर्वे पदार्थाः अवधिरूपेण भवितुम् अर्हन्ति, तदा एव तत्र तत्तद् अवधिकत्वम् इति आगच्छति. अस्तु, तर्हि एतत् उदाहरणं मनसि स्थापयामश्चेत् प्रायशः समीचीनं भवति इति मन्ये. पश्यामः पठामः तर्हि पुनः चर्चयामः. अस्तु तर्हि तत्र अग्रे हा योगेन्द्रमहोदय अग्रे पठति वा. महोदय महोदय अस्ति वा. महोदय न श्रूयते. अस्तु तर्हि तत्र उषा भगिनी पठितुमिच्छति वा शक्नोति वा. आं महोदय. प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते, नाम प्रतियोगिभेदेन भेदः भिद्यते. भेदस्य स्वरूपं स्मर्यतां. तादात्म्य अवच्छिन्न प्रतियोगिता का भावः. यः भेदः तद्वान् पटः. घटत्वमपि प्रतियोगितायाः अवच्छेदकं. तादात्म्यसम्बन्ध अत्र न दृश्यते महोदय. तादात्म्यसम्बन्धः इति एव तावदेव तादात्म्यसम्बन्धः. घटत्वमपि प्रतियोगितायाः अवच्छेदकं. घटत्वमपि प्रतियोगितायाः अवच्छेदकम् अस्तु. तादात्म्यसम्बन्धः अपि प्रतियोगितायाः अवच्छेदकः. घटः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति. अनेन सिद्ध्यति यत् घटभेदयोः विशिष्टसम्बन्धः. घटभेदयोः विशिष्टसम्बन्धः. यत्र घटत्वं नास्ति तत्र घटस्य तादात्म्यसम्बन्धः नास्ति. यत्र घटस्य तादात्म्यसम्बन्धः नास्ति तत्र तादृशी तद् अवच्छिन्नप्रतियोगिता नास्ति. तादृशप्रतियोगिता प्रतियोगिताक अभावः भेदः अपि नास्ति. प्रयत्नं करोमि. प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते. प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते, नाम प्रतियोगिभेदेन भेदः भिद्यते. प्रतियोगिभेदेन भेदः भिद्यते तत् अवगतं. प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते. ओके. प्रतियोगिता इति अवच्छेदकं भवति. प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते. घटः पटः न आर् घटः भिन्नः भेदः इति घटभेदस्थले प्रतियोगी कः भवति. घटः पटः न इत्यस्य कृते न केवलं घटभेदः घटस्य अन्योन्यभावः. तत्र प्रतियोगी कः भवति. घटः एव प्रतियोगी पटः. घटभेदः अपि पटभेदः इति उदाहरणं स्वीकुर्मः. घटः पटात् भिन्नः मास्तु, केवलम् आदौ तत्र घटभेदः अपि पटभेदः. अस्तु तत्र घटभेदस्य प्रतियोगी घटः एव. पटभेदस्य प्रतियोगी पटः एव. तर्हि घटः पटः न इति कृत्वा घटभेदः अपि पटभेदः न खलु घटभेदः पटभेद घटभेदः पटभेदः न अतः अतः भेदः विद्यते प्रतियोगी भेदेन भेदः अपि भिद्यते यदि अन्यः अन्यं प्रतियोगिनं स्वीकुर्मः तर्हि तस्य अन्योन्य अभावः अपि तस्य अपि परिवर्तनं भवति खलु अन्यः अन्यः अभावः तत्र भवति आम् महोदय सो प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते नाम प्रतियोगिभेदेन भेदः भिद्यते अस्तु महोदय भेदस्य स्वरूपं स्मर्यताम् भेदस्य अत्र अत्र अन्यः अंशः नाम प्रतियोगी इत्युक्ते विशिष्टगुणः खलु विशिष्टं किमपि अस्ति नाम सर्वे तत्र घटभेदस्य एकः प्रतियोगी अस्ति नाम घटः नाम केवलं घटः नाम तस्मिन् किमपि विशिष्टः विशिष्टं गुण किमपि अस्ति अतः एव तत्र सः प्रतियोगी सः घटः प्रतियोगी भवति अतः तत्र कीदृशं नाम तत्र अवच्छेदकः प्रतियोगी अस्ति चेत् तस्मिन् प्रतियोगिता भवति खलु तस्य प्रतियोगिता इति अवच्छेदकः भवति न न प्रतियोगिता अस्ति प्रतियोगिता सर्वत्र नास्ति केवलं प्रतियोगिनी एव अस्ति अतः प्रतियोगिता अस्ति हा घटे एव अस्ति इति कृत्वा प्रतियोगिता सर्वत्र नास्ति तर्हि प्रतियोगिता कुत्र अस्ति केवलं प्रतियोगिनी अस्ति तर्हि तत्र प्रतियोगितायाः अवच्छेदकः अवच्छेदकः नाम लिमिटिङ्ग् तत्र प्रतियोगिता कुत्र कुत्र अस्ति इति यत् वदति तस्य भेदेन अपि तत्र भेदः विद्यते अग्रे तत्र अस्मिन् उदाहरणे एव पश्यामः अवच्छेदकः कथम् आगच्छति इति घटत्व अवच्छिन्नता अवच्छिन्न तादात्म्य अवच्छिन्नप्रतियोगिता का अभावः यः भेदः तद्वान् पटः सो घटत्व अवच्छिन्न घटत्व अवच्छिन्न तादात्म्य अवच्छिन्नप्रतियोगिता का अभावः सो घट अभावः तस्य तत्र घट अभावस्य स्थले घटत्व घटम् इति तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते सो घटत्व अवच्छिन्न तादात्म्य अवच्छिन्न ओके घटत्व अवच्छिन्न नाम घटभेदः इति अस्ति खलु घटभेदः अस्ति तस्य प्रतियोगी अस्ति घटः खलु एतत् दृश्यते भगिनि तत्र घटः अपि घटभेदः तर्हि तत्र प्रतियोगिता तत्र घटे अस्ति खलु प्रतियोगिता घटे अस्ति तर्हि तत्र प्रतियोगितायाः अवच्छेदकः कः इत्युक्ते अत्र घटत्वं नाम घटे घटत्वम् अस्ति तर्हि प्रतियोगिता एषा प्रतियोगिता यत्र घटत्वं नास्ति तत्र एषा प्रतियोगिता न भवितुम् अर्हति खलु केवलं घटे नास्ति तत्र प्रतियोगिता न भवति नास्ति न भवति अतः घटत्वं प्रतियोगितायाः अवच्छेदकम् अवच्छेदकः लिमिट् नाम अत्रैव सीमां करोति नाम अत्र एव भवेत् इति तर्हि घटत्वं यत्र नास्ति तत्र प्रतियोगिता न भवितुम् अर्हति इदानीं तत्र घटत्वम् अत्र अस्ति अतः तत्र प्रतियोगिता भवितुम् अर्हति किन्तु घटत्वं केवलम् अस्मिन् घटे अस्ति वा घटत्वं सर्वे घटे सर्वेषु घटेषु वर्तते खलु नाम अन्यः अन्यः घटः आनयामः एषः घटः तत्र लघुघटः इति चिन्तयतु इदानीं बृहान् घटः आनयामः तत्र घटत्वं वर्तते तर्हि तत्र प्रतियोगिता विशिष्टं अतः केवलम् अस्मिन् घटे एव इति वक्तुम् इदानीं तादात्म्यसम्बन्धः अवच्छेदकः तस्य आवश्यकता अस्ति नो चेत् यत्र यत्र घटत्वं तत्र प्रतियोगिता इति वक्तुं शक्नुमः, किन्तु तद् न, केवलं ये अस्मिन् घटे एव तत्र प्रतियोगिता वर्तते, अतः तादात्म्यसम्बन्धमपि आवश्यकः, यतोहि अस्मिन् घटे घटः स्वस्मिन् अस्मिन् स्वस्मिन् तादात्म्यसम्बन्धेन भवति, अन्यस्मिन् अन्यस्मिन् घटे एषः घटः तत्र संयोगसम्बन्धेन भवितुम् अर्हति, किन्तु तादात्म्यसम्बन्धेन यत् भवितुम् अर्हति तदेव अत्र इति अतः तत्र प्रतियोगितायाः अवच्छेदकः तादात्म्यसम्बन्धः अपि अस्ति अस्ति घटत्वमपि अस्ति, तत्र अवच्छेदकधर्मद्वयः द्वयम् आवश्यकम् अत्र अस्तु महोदय. घटत्व अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता का अभावः तदेव भेदः, तदेव सदेव भेदः तत्र एकमेकम् अत्र पश्यामः तदनन्तरं पुनः एतत् वाक्यं पठामः. अस्तु महोदय. सो घटत्वमपि प्रतियोगितायाः अवच्छेदकं, प्रतियोगी इति घटः तत् प्रतियोगिता घटे प्रतियोगिता अस्ति तत् प्रतियोगितायाः अवच्छेदकं घटत्वम् अपि च तत् अस्माकं विशिष्टघटस्य कृते इति अस्माकं चिन्तनम् इति प्रतियोगिता इति कः वक्तुं शक्नोमि इति चेत् तत् तादात्म्यसम्बन्धम् अपि प्रतियोगितायाः अवच्छेदकः, यत् घटस्य तादात्म्यसम्बन्धः अपि प्रतियोगितायाः अवच्छेदकः भवति तदेव घटः घटभेदः अस्माकं विषयः अस्ति. नाम घटभेदः कीदृशः अस्ति इत्युक्ते घटभेदस्य प्रतियोगी कः इति पश्यामः, एषः घटः अस्मिन् प्रतियोगिता वर्तते अतः अत्र घटत्वं वर्तते, तर्हि घटत्वम् अत्र अस्ति, प्रतियोगिता अपि अत्र अस्ति, इदानीं घटत्वम् अन्यत्र वर्तते, अन्येषु घटेषु अपि वर्तते, बृहान् घटः स्वीकुर्मः तत्रापि घटत्वम् अस्ति, किन्तु प्रतियोगिता तत्र अस्ति वा? नास्ति, यतोहि यत्र अत्यन्तः भावः आसीत् नाम घटः नास्ति, उत्पीठिकायां घटः नास्ति, तत्र यः कोऽपि घटः भवतु तस्य आनयनेन अत्यन्त अभावः नश्यति, किन्तु अत्र अन्योन्य अभावः, एषः घटः एव तत्र तत्र अत्यन्ताभावस्थले बृहान् घटः वा लघुघटः वा यः कोऽपि नीलघटः वा रक्तघटः वा यः कोऽपि भवितुमर्हति, किन्तु अत्र केवलम् एषः घटः एव भवितुमर्हति, अतः तत्र घटत्वमपि अवच्छेदकः धर्म अवच्छेदकम् अपि तादात्म्यसम्बन्धः अपि अवच्छेदकं, यतोहि केवलं अस्तु अग्रे. घटः तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते, अस्तु स्वस्मिन् वर्तते. अनेन सिद्ध्यति यत् घट घटभेदयोः विशिष्टसम्बन्धः नाम विरोधिसम्बन्धः अनेन सिद्ध्यति, घटः तापि घटभेदयोः विशिष्टसम्बन्धः इति प्रतियोगिता सम्बन्धः प्रतियोगिता अनियोगितासम्बन्धः सिद्ध्यति. इदानीं तत्र पुनः अत्र वाक्यं पश्यामः, तत्र घटत्वावचिन्न इति यत्र घटत्वं नास्ति, यत्र घटस्य तादात्म्यसम्बन्धः नास्ति, यत्र घटत्वं नास्ति, यत्र घटस्य तादात्म्यसम्बन्धः नास्ति, तत्र तादृशी तद् अवच्छिन्नप्रतियोगिता नास्ति, तादृशप्रतियोगिताक अभावः भेदः नास्ति. यत्र घटत्वं नास्ति, यत्र घटस्य तादात्म्यसम्बन्धः नास्ति, तत्र तादृशी तद् अवच्छिन्नप्रतियोगिता नास्ति, तादृशप्रतियोगिताक अभावः भेदः अपि नास्ति. अस्तु, नाम भेदः कीदृशः इत्युक्ते भेदस्य वर्णनं प्रतियोगी न कृतं खलु प्रतियोगिना कृतम् अतः तत्र तादृशी तादृशः प्रतियोगी तत्र नास्ति चेत् सः भेदः अपि तत्र नास्ति नास्ति घटभेदः अपि नास्ति नाम अत्र भेदः नाम अभावः वर्तते किन्तु तत्र सम्बन्धः तत्र तादात्म्यसम्बन्धः नास्ति चेत् अत्र अन्योन्य अभावः नास्ति नास्ति हा अथवा तत्र घटत्वम् इति नास्ति चेत् तर्हि घटस्य अन्योन्य घटस्य अभावः तत्र नास्ति अन्यविध अभावः तत्र वर्तते इति आगच्छति अतः तर्हि इदानीं तत्र प्रथमवाक्यं पुनः पठतु भगिनि घटत्वावच्छिन्न इति घटत्व अवच्छिन्न तादात्म्य अवच्छिन्न घटत्वमपि अवच्छेदकं तादात्म्यसम्बन्धमपि अवच्छेदकः इत्यनेन घटत्व अवच्छिन्न भेदः तादात्म्य न न भेदः न घटत्व अवच्छिन्न भेदः न घटत्व अवच्छिन्न प्रतियोगी प्रतियोगिता घटत्व अवच्छिन्न प्रतियोगी अपि च तादात्म्य तादात्म्य अवच्छिन्न प्रतियोगिता प्रतियोगिता तत्र प्रतियोगिता का अभावः नाम प्रतियोगिता यस्य अभावः अस्ति सः अभावः सः अभावः तदेव भेदः सः एव भेदः तत् भेदः तद्वान् पटः तस् भेदः यत्र अस्ति इति कृते तद्वान् नाम तद्वान् तद् नाम भेदः भेदः वान् इति मतुप् वान् इति मतुप् नाम यत्र अस्ति वत् इति तद्वान् यत्र अस्ति तत् पटः इति पटः नाम इति नाम अत्र अर्थः कः एतस्य अर्थः कः घटभेदः घटभेदः पटे अस्ति अस्ति इति एव तावदेव न्यायशास्त्रे तत्र ते न इच्छन्ति घटभेदः पटे वर्तते इति न इच्छन्ति ते घटत्वावच्छिन्न तादात्म्यावच्छिन्न प्रतियोगिता का भवः यः भेदः अद्वान् पटः अस्ति इति वक्तुम् इच्छन्ति ते तत्र द्रोणमहोदय बहुवारं वदति नाम नैयायिकाः तत्र शिरोवेदनाम् इच्छन्ति इति नाम तत्र घटभेदः पटे अस्ति इति एव किन्तु तत्र सम्यक् रीत्या नाम सर्वं तत्र यत् अस्ति तावदेव वक्तव्यम् इति कृत्वा तत्र घटत्वावच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगितया निरूपित अभावः सः भेदः नाम घटभेदः तद्वान् नाम घटभेदस्य आश्रयः पटः अतः घटभेदः पटे अस्ति अतः तत्र इदानीं तत्र वयं तत्र भेदः नाम अन्योन्य अभावस्य रूपं जानीमः अस्तु इदानीम् अग्रे सरामः अस्मिन् विषये कोऽपि प्रश्नः नाम घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता तादृशी प्रतियोगिता या अस्ति तया निरूपित अभावः नाम प्रतियोगी अस्ति तस्य विरोधी अभावः अस्ति सः अभावः पटे वर्तते इति अस्तु अग्रे तर्हि योगेन्द्रमहोदय अग्रे इदानीं श्रूयते इदानीं श्रूयते महोदय पठतु महोदय तत्र धन्यवादः भगिनि तत्र परिच्छेदः बृहान् अस्ति महोदय तर्हि तत्र केवलं प्रायशः तत्र मध्यभागपर्यन्तं पठतु प्रायशः तत्र एतावत् पठति वा तत्र अस्तु मध्यभागपर्यन्तं मध्यभाग अत्र वा अथवा अत्र वा पश्यामः अस्तु अस्तु अतः घटे यः कपालभेदः कपालात् भिन्नः इति अत्र विलक्षणभेदः तादृशभेदस्य कः प्रतियोगी इति उक्तौ कपालः एव एवं घटः भूतलात् भिन्नः इति उक्तौ पुनः भिन्नः भेदः भूतलभेदस्य प्रतियोगी भूतलम् एव तस्मात् भूतलप्रतियोगिकः भेदः कपालप्रतियोगिकः भेदः च एक एव इति न यद्यपि भेदद्वयमपि घटे पृथक् तस्य स्थितिः तथा नास्ति अस्तु समीचीनम् अस्तु अतः घटे यः कपालभेदः कपालात् भिन्नः इति अत्र विलक्षणभेदः घटे यः भेदः अस्ति कपालभेदः सः कपालात् भिन्नः इति नाम विशिष्टभेदः विशिष्टभेदः कपालनिरूपितभेदः इति वक्तुं शक्नुमः प्रायः समीचीनं तादृशभेदस्य कः प्रतियोगी कपालनिरूपितभेदः अस्ति तस्य प्रतियोगी कः इति प्रश्न सति कपालः एव प्रतियोगी भवति खलु नाम कपालभेदः कपालभेदस्य प्रतियोगी कपालः घटभेदस्य प्रतियोगी घटः अतः तत्र कपालः एव एकः एव तत्र प्रतियोगी नाम विरोधी भेदस्य विरोधी एकः एव नाम यत्र हा तत्र कपालः अस्ति चेत् तत्र कपालभेदः नास्ति तत्र अस्तु अग्रे एवम् एवं घटः भूतलात् भिन्नः इत्युक्तौ पुनः अत्र यः भेदः अस्ति तस्य प्रतियोगी कः भेदः भिन्नः भूतलभेदस्य प्रतियोगी भूतलम् एव यतोहि भूतलनिरूपितः अस्ति अतः भूतलविशिष्टभेदः अस्ति अतः भूतलम् एव प्रतियोगी भवति तस्मात् भूतलप्रतियोगिकः भेदः कपालप्रतियोगिकभेदः च एकः एव न आम् नाम भूतलप्रतियोगिभेदः भूतलविशिष्टः कपालप्रतियोगिकभेदः कपालविशिष्टभेदः इति तर्हि तत्र अत्र कपालभेदः अस्ति अपि भूतलभेदः अपि अस्ति अस्ति प्रश्नः अस्ति तत्र ईक्वल् सैन् इति वा समानं वा अथवा समानं न इति वा समानं नास्ति नास्ति यतोहि अत्र प्रतियोगी अस्ति कपालः अत्र प्रतियोगी अस्ति भूतलः भूतलं भूतलं भूतलं तर्हि तत्र एषः भेदः भूतलं विहाय सर्वत्र वर्तते एषः भेदः कपालं विहाय सर्वत्र वर्तते खलु आम् अतः एषः भेदः कपालभेदः भूतले अस्ति खलु कपालभेदः भूतले अस्ति आम् भूतलभेदः कपाले अस्ति खलु आम् अतः तत्र कपालभेदः भूतलभेदः समानं नास्ति खलु समानं नास्ति अतः तत्र एकः एव इति न खलु इति न अतः तत्र भेदद्वयं घटे अस्ति अत्र खलु कपालविशिष्टः भेदः अस्ति अन्य भूतल भूतलं विशिष्टभेदः अस्ति एकः एव न यद्यपि भेदद्वयमपि घटे तत्र एतस्य भेदस्य आश्रयः घटः एतस्य भेदस्य आश्रयः अपि पुनः घटः घटः किन्तु पृथक्त्वस्य स्थितिः तथा नास्ति तथा नास्ति इति उक्तम् अस्तु हा तत्र अन्य कोऽपि पठेत् समीचीनं महोदय हा अस्तु नाम अत्र भेदः कपालभेदः तत्र वाक्यद्वयम् अस्माकम् आसीत् अत्र तत्र कपालात् भिन्नः अपि भूतलात् भिन्नः तत्र कपालभेदः भूतलभेदः तत्र समानम् एषः भेदः एषः भेदः भिन्नः खलु तर्हि भेदद्वयम् अत्र अस्ति, किन्तु पृथक्त्वस्थले तत्र स्थितिः पठितवन्तः पृथक्त्वं तु एकः एव इति वयं पठितवन्तः। सत्यं महोदय, सत्यं सत्यं। तर्हि अग्रे पठितुम् इच्छति वा, कर्तुं शक्नोति वा? अहं प्रयत्नं करोमि। अस्तु महोदय, तर्हि करोतु। घटः पूट भूतलात् पृथक्, पुस्तकात् पृथक्, गृहात् पृथक्, पर्वतात् पृथक्, इदं सर्वं पृथक्त्वम् एकमेव घटे। खलु घटः भूतलात् पृथक् अस्ति, घटः पुस्तकात् पृथक् अस्ति, घटः गृहात् पृथक् अस्ति, घटः पर्वतात् पृथक् अस्ति, परन्तु यत् पृथक्त्वम् अस्ति घटे सः तु एकमेव एव अस्ति। अवधयः पृथक्त्वम् इति गुणः, पृथक्त्वम् इति गुणः, एकः एव गुणः, नाम तत्र वयं दृष्टवन्तः, नाम गुणः आश्रयेण भिद्यते। आम्, अतः तत्र घटविशिष्टपृथक्त्वम् एकमेव। तर्हि अत्र पर्वतात् पृथक् इति कृत्वा तत्र पृथक्त्वम् एकमेव, किन्तु तस्य पृथक्त्वस्य अवधिः पर्वतः भवति, पर्वतः भवति, अवधयः भिन्नः इति, अत्र अतः एव तत्र अवधिसमुदायः भवति, यतोहि एकमेव पृथक्त्वं किन्तु विविध अवधयः तत्र सन्ति, एकस्य पृथक्त्वस्य अनेके अवधयः सन्ति सन्ति, अत्र अतः एव तत्र अवधिसमुदायः इति वक्तुं शक्नुमः। अस्तु अग्रे। किन्तु घटः कपालात् भिन्नः भूतलात् भिन्नः इति अत्र पृथक्तत्वम् एव समानौ भेदौ इति नास्ति। एकमेव पृथक्त्वम् आसीत्, अत्र भेदः तत्र भेदः भिन्नः, नाम तत्र कपालभेदः एकः, भूतलभेदः अन्यः इति कृत्वा, इति कृत्वा भिन्नौ स्तः। तर्हि घटभेदः घटं विहाय अन्यत्र सर्वत्र वर्तते इति तु सत्यम्, किन्तु घटः कपालात् भिन्नः इति प्रतीतौ घटः भिन्नः भेदः घटे, स च भेदः कपाल औदिकः। तर्हि घटभेदः घटं विहाय अन्यत्र सर्वत्र वर्तते इति तु सत्यमस्ति, परन्तु किन्तु जानीमः खलु, नाम घटभेदः घटं विहाय अन्यत्र सर्वत्र वर्तते इति सत्यं, तत्तु सत्यं, किन्तु घटः कपालात् भिन्नः इति प्रतीतो घटः भिन्नः भेदः भिन्नः भेदः घटे, घटः घटः भिन्नः खलु, घटः कपालात् भिन्नः खलु, कपालात् भिन्नः, घटः भिन्नः अस्ति, नाम भेदः घटे वर्तते, घटः एव भेदस्य आश्रयः खलु, भेदः घटे अस्ति, अपि सः भेदः नाम अत्र किम् अस्ति कपालात्, तर्हि कपालभेदः घटे अस्ति, कपाल अवधिकः, कपाल अवधिः, तत्र अवधिः अस्ति, कपाल एव अवधिः अस्ति तस्य, इदानीम् अस्ति, इदानीं घटः भूतलात् भिन्नः तत्र किं भवति, भूतलम् औदिकं भवति, अवधिकं न अवधिः, अवधिः नाम भेदः, नाम कपाल, महोदय एकनिमिषे तत्र किन्तु इति पुनः आरभ्य अत्र पठतु, किन्तु घटः कपालात् भिन्नः इति प्रतीतौ घटः भिन्नः भेदः घटे, घटः भिन्नः भेदः घटभिन्नः भेदः घटे खलु, घटे भेदः भेदः नाम कपालभेदः घटे वर्तते खलु, आम् घटः आश्रयः खलु, भेदस्य आश्रयः आश्रयः, कपालभेदस्य अवधिः कः, कपालः, कपालः अवधिः कपाले अवधित्वम् अस्ति वा अथवा अवधिकत्वम् अस्ति वा? अवधिकत्वम् अस्ति. सः अवधिः वा अथवा अवधिकः वा कपालः? अवधिः इति भिन्नः, अवधिकः इति भिन्नः. अतः एव तत्र अहं पृष्टवान्. नाम अवधिकः नाम येन अवधिः इति विषयः आगच्छति. अत्र भेदः एव अवधिकः. तत्र उदाहरणम् अस्माकं कपालः अवधि अस्ति, कपालभेदः अवधिकः अस्ति. अवधिकः अवधिकः अस्ति. तत्र सर्वत्र विषयत्रयम् अस्ति महोदय, आश्रयः, अवधिः, अवधिकः इति सर्वत्र. यत्र यत्र वयं चिन्तितवन्तः नाम घटः पटात् पृथक्, तत्र पृथक्त्वम् अवधिकं, पटः अवधिः, घटः आश्रयः इति खलु. तथैव अत्रापि एकः आश्रयः, अन्यः अवधिः, अन्यः तृतीयः अवधिकः अथवा अवधिकम् इति भवति. फलं वृक्षात् पतति, तत्र फलं पतनक्रियायाः आश्रयः, वृक्षः अवधिः, पतनक्रिया अवधिका अथवा पतनम् अवधिकम् इति खलु. आम्, अस्माकम् उदाहरणे घटः कपालात् भिन्नः, तत्र कपालः अवधिबन् भवति, अवधिः भवति. कपालभेदः अवधिकत्वं भवति, अवधिकः भवति, अवधिकः भवति, अवधिकः भवति, कपालभिन्न अवधिकः भवति, घटः भेदस्य आश्रयः घटः अस्ति, आश्रयः घटः अस्ति. अतः एव अत्र स च भेदः कपाल अवधिकः इति. नाम कपालभेदस्य, कपालभेदस्य अवधिः कपालः एव, अतः एषः भेदः कपाल अवधिकः. इदानीम् अग्रे. घटः भूतलात् भिन्नः इति प्रतीतौ घटः भिन्नः भेदः घटे, स च भेदः भूतल अवधिकः, यतोहि घटः भूतलात् भिन्नः इति प्रतीतौ भूतले अवधिः अस्ति. भेदः भूतले अवधिः इति नास्ति महोदय, तत्र भूतलमेव अवधिः. भूतलमेव अवधिः, भूतले अवधित्वम् अस्ति, अवधित्वम् अथवा अवधिता इति भावः. यः भूतलभेदः अस्ति स अवधिकः, अवधिकः. घटः घटः आश्रयः, भेदस्य भेदस्य समीचीनं. द्वौ अपि भेदौ घटे भिन्नौ, कपालभेदस्य कपाल अवधिकत्वं, भूतभेदस्य भूतल अवधिकत्वं खलु. आम्, भूतलभेदस्य अवधिः कपालः, भूतलभेदस्य अवधिः भूतलं, भूतलमेव. भूतलभेदस्य तत्र कपालः अवधिः भवितुमर्हति वा न? भूतलभेदस्य अवधिः भूतलं, भूतलमेव. अन्य को किमपि न भवितुमर्हति तत्र. भूतलभेदस्य अवधिः घटः इति नास्ति, केवलं भूतलमेव अवधिः इति अस्ति. अतः एतावत् वयं किं चिन्तितव अवगतवन्तः, पृथक्त्वं, पृथक्त्वस्थले नाम घटः पटात् पृथक्, पुस्तकात् पृथक्, भूतलात् पृथक् इत्यत्र एकमेव पृथक्त्वं, किन्तु तस्य भूतलमपि अवधिः भवति, पुस्तकमपि अवधिः भवति, गृहमपि अवधिः भवति, पर्वतः अपि अवधिः भवति इति कृत्वा तत्र अवधिसमुदायः अस्ति, अनेके अवधयः तत्र सन्ति. किन्तु भेदः स्थले घटः कपालात् भिन्नः, घटः भूतलात् भिन्नः, आश्रयः सर्वत्र सर्वदा घटः एव, कपालभेदः अपि घटे अस्ति, भूतलभेदः अपि घटे अस्ति, किन्तु कपालभेदः भूतलभेदः नास्ति, तत्र भिन्नः भेदः विद्यते भिन्नः। हा, एषः भेदः तस्य अवधिः कपालः एव भवितुमर्हति, एतस्य भेदस्य अवधिः केवलं भूतलमेव भवितुमर्हति, अतः तत्र अतः तत्र स्थितिः भिन्ना अस्ति इति आगतः। अस्तु, समीचीनं महोदय, धन्यवादः। अस्तु, अग्रे तत्र धन्यवादः महोदय। अग्रे चन्द्रमती भगिनी अग्रे पठति वा? कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा? खडे विद्यमानः यः कपालभेदः तस्य कपालभेदस्य कपालं विहाय अन्यः कोऽपि अवधिः भवितुम् अर्हति वा? खडः कपालात् भिन्नः इति प्रतीतिः, अनेन कपालभेदः खडे, तर्हि कपालभेदस्य पडादयः अवधयः भवन्ति किम्? अधुना कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा? कपालभेदस्य अवधिः कपालः एव भवति, पटः भवितुम् अर्हति वा इति प्रश्नः। खडे विद्यमानः यः कपालभेदः तस्य कपालभेदस्य कपालं विहाय अन्य कोऽपि अवधिः भवितुम् अर्हति वा इति प्रश्नः। पुनः पृच्छति, तस्य कपालभेदस्य कपालं विहाय अन्य कोऽपि अवधिः भवितुम् अर्हति वा? खडः कपालात् भिन्नः इति प्रतीतिः, खडः कपालात् भिन्नः इति प्रतीतिः, अनेन कपालभेदः खडे, तर्हि कपालभेदस्य पडादयः अवधयः भवन्ति किम्? कपालभेदस्य पडादयः अवधयः भवन्ति किम्? कपालभेदे कपालभेदः एव अस्ति, अन्य पडादयः अवधयः अत्र भवितुं न अर्हति इति भविष्यति। सत्यं भगिनि, खलु, नाम कपालभेदस्य अवधिः केवलं कपालः एव खलु, अतः तत्र कपालभेदस्य पटः अवधिः भवितुम् अर्हति वा? न भवितुम् अर्हति, कपालभेदस्य केवलं कपालः एव अवधिः भवितुमर्हति, यतोहि नाम तत्र घटः कपालभेदः नाम घटे अस्ति इत्युक्ते अर्थः कः? कपालभेदः घटे अस्ति इत्युक्ते तत्र घटः कपालात् भिन्नः इति भवति, तर्हि तत्र अवधिः अस्ति कपालः, कपालभेदः पटे अस्ति इत्युक्ते पटः कपालात् भिन्नः, तत्रापि अवधिः तत्र कपालः एव भवितुमर्हति, पटः भवति। किन्तु तत्र यदि वयं तत्र घटः पटात् भिन्नः इति वदामः, तत्र पटः अवधिः अस्ति, किन्तु भेदः अपि घटे अस्ति, किन्तु सः भेदः कपालभेदः नास्ति, पटभेदः अस्ति खलु, तदा समुदायः इति वक्तुं न शक्यते, न शक्यते इति अस्ति भगिनि, हा इति नास्ति। अस्तु, अस्तु, अग्रे समीचीनं भगिनि, अस्तु, अग्रे तर्हि तत्र तत्र नरसिंहग्ने मोदी अग्रे पठति वा? धन्यवादः भगिनि। घटभेदः घटे नास्ति, घटभेदः घटे नास्ति, तद्विहाय सर्वत्र घटभेदः इति कृत्वा एव निखिलावधिकत्वम् इति विचारस्य का गतिः? कः अवधिः तस्य घटभेदस्य? घट एव किल, घट अतिरिक्त अवधिर्वा नास्ति? घटभेदः इत्युक्ते कः प्रत्ययः घटात् भिन्नः कः प्रत्ययः घटात् भिन्नः न तु अन्यस्मात् अतः कपालभेदस्य अवधिः कपाल एव न तु अन्यः यः निखिलावधिकः तस्य अवधयः निखिलम् अपेक्षते भेदः निखिलावधिको नास्ति यतोहि एकस्य भेदस्य एक एव अवधिः भेदस्य अवधिः प्रतियोगिरूपः अत्र घटभेदः घटो नास्ति घटे नास्ति तद् विहाय सर्वत्र घटभेदः इति कृत्वा एव निखिलावधिकत्वम् इति विचारस्य का गतिः इति अत्र घटे निखिल घट तत्र घटभेदे निखिलावधिकत्वम् अस्ति वा इति प्रश्नः अस्ति तत्र तस्य उत्तरमपि अस्ति अत्र घटभेदः घटे नास्ति तद्विहाय सर्वत्र घटभेदः भवति घटे घटे न भवति घटभेदः घटे न भवति परन्तु अन्यत्र सर्वत्र घटभेदः भवति इति कृत्वा निखिलावधिकत्वस्य का गति इति प्रश्नः अस्ति अत्र नाम घटभेदस्य निखिलावधिकत्वम् अस्ति वा इति पूर्वं तत्र पृष्टं खलु पूर्वं पृष्टं किन्तु पृष्टं तत् प्रश्नं पुनः आगतम् इदानीं तत्र कः अवधिः तस्य घटभेदस्य घटभेदस्य अवधिः कः इत्युक्ते प्रतियोगी घट एव अस्ति घटभेदस्य अवधिः घट अवधिः अपि प्रतियोगी अपि एकः समानम् अवधिः अपि प्रतियोगी समानम् अस्ति अत्र नाम अवधिः केवलं घटः एव अस्ति घट एव अस्ति प्रतियोगी अपि तदेव घट एव अस्ति अतः घट एव प्रतियोगी प्रतियोगी एव घटः तदतिरिक्त अन्यत् अवधिः भवति अर्हति वा इति प्रश्नः तस्य उत्तरमस्ति नास्ति अन्यत् किमपि अवधिः भवितुं नार्हति केवलं घटभेदस्य घट एव अवधिः भवति घटभेदः इत्युक्ते कः प्रत्ययः घटात् भिन्नः खलु घटभेदः नाम घटात् भिन्नः इति भवेत् घटात् भिन्नः घटात् पञ्चमी पञ्चमी न तु अन्यस्मात् घटभेदः इत्युक्ते अन्यस्मात् भिन्नः इति न अर्थः भवति घटात् भिन्नः इति एव अर्थः भवति अतः कपालभेदस्य अवधिः कपाल एव न तु अन्य यथा घटभेदः तथा एव कपालभेदः वदामः चेत् तत्र अवधिः कपाल भवति यतोहि तत्र प्रत्ययः भवति नाम तत्र कपालभेदस्य प्रत्ययः तस्य रूपं कपाल भिन्नः इति भवति तत्र अवधिः कपालः एव न तु अन्यः प्रतियोगी अपि कपाल एव तत् यः निखिलावधिकः तस्य अवधयः निखिलत्वम् निखिलम् अपेक्षते यदि निखिलावधिकत्वं वदामः चेत् तत्र बहु अवधयः अपेक्षते अत्र परन्तु तादृशं नास्ति अत्र भेदस्य विषये तत्र तत्र एकमेव अवधिः अस्ति अतः अत्र निखिल अवधिकत्वं न भवति इति उत्तरं समीतमस्ति भेदस्य नास्ति यतोहि एकस्य भेदस्य एक एव अवधिः वेदस्य अवधिः एकः एव अपि सः अवधिः प्रतियोगी एव अन्य कोऽपि तत्र नास्ति अतः अवधिसमुदायः न वर्तते अवधिसमुदाये केवलम् एकः एव सदस्यः नाम प्रतियोगी वर्तते अतः तत्र वेदस्य अपि निखिलावधिकत्वं नास्ति इति आगतः समीचीनं महोदय धन्यवादः अस्तु अत्र एव समापयामः तर्हि धन्यवादाः नमस्कारः अग्रिमे वर्गे मिलामः धन्यवादः धन्यवादः महोदय।